पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 17 सोमशर्मोवाच सर्वं देवि समाख्यातं धर्मसंस्थानमुत्तमं कथं पुत्रमहं विद्यां सर्वज्ञं गुणसंयुतं वदत्वं मे महाभागे यदि जानासि सुव्रते दानधर्मादिकं भद्रे परत्रेह न संशयः सुमनोवाच वसिष्ठं गच्छ धर्मज्ञं तं प्रार्थय महामुनिं तस्मात् प्राप्स्यसि वै पुत्रं धर्मज्ञं धर्मवत्सलम् सूत उवाच एवमुक्ते तया वाक्ये सोम शर्माद्विजोत्तमः एवं करिष्ये कल्याणि तव वाक्यं न संशयः एवमुक्त्वा जगामाशु सोमशर्माद्विजोत्तमः वसिष्ठं सर्ववेत्तारं दिव्यं तं तपतां वरं गङ्गातीरे स्थितं पुण्यमाश्रमस्थं द्विजोत्तमम् तेजोज्ज्वालासमाकीर्णं द्वितीयमिविभास्करम् राजमानं महात्मानं ब्रह्मण्यं च द्विजोत्तमं भक्त्या प्रणम्य विप्रेष्यं दण्डवच्च पुनः पुनः तमुवाच महातेजा ब्रह्म सूनुरकल्मषः उपाविशासने पुण्ये सुखेन सुमहामदे एवमुक्त्वा स योगीन्द्रः पुनः प्राह तपोधनं गृहे पुत्रेषु ते वत्स दारभृत्येषु सर्वदा क्षेममस्ति महाभाग पुण्यकर्मसु चाग्निषु निरामयोऽसि चाङ्गेषु धर्मं पालयसे सदा एवमुक्त्वा महाप्राज्ञः पुनः प्राह सुशर्मणं किं करोमि प्रियं कार्यं सुप्रियं ते द्विजोत्तम एवं सम्भाषितं विप्रं विररामस कुम्भजः तस्मिन्नुक्ते महाभागे वसिष्ठे मुनिपुङ्गवे स होवाच महात्मानं वसिष्ठं तपतां वरम् भगवन् श्रूयतां वाक्यं सुप्रसन्नेन चेदसा यदि मे सुप्रियं कार्यं त्वयैव मुनिपुङ्गव मम प्रश्नार्थसन्देहं विच्छेदय द्विजोत्तम दारिद्र्यं केन पापेन पुत्रसौख्यं कथं न हि एतन्मे संशयं ताद कस्मात् पापाद्वदस्व मे महामोहेन संयुक्तप्रियया बोधितो द्विज तयाहं प्रेषितस्ताद तव पार्श्वं समातुरः तत्सर्वं हि समाचक्ष्व सर्वसन्देहनाशनं मुक्तिदाता भवस्व त्वं मम संसारबन्धनाद वसिष्ठ उवाच पुत्रा मित्राण्यदभ्राता अन्ये स्वजनबान्धवाः पञ्चभेदास्तु सम्भेदात् पुरुषस्य भवन्ति ते तेषु मनया प्रोक्ता पूर्वमेव तवाग्रतः ऋणसम्बन्धिनः सर्वे ते कुपुत्रा द्विजोत्तम पुत्रस्य लक्षणं पुण्यं तवाग्रे प्रवदाम्यहम् पुण्यप्रसक्तो यस्यात्मा सत्यधर्मरतः सदा शुद्धिविज्ञानसम्पन्नस्तपस्वी वाग्विदाम्बरः सर्वकर्मसु सन्धीरो वेदाध्ययनतत्परः स सर्वशास्त्रवेत्ता च देवब्राह्मणपूजकः याचकः सर्वयज्ञानां दादात्यागी प्रियं वदः विष्णुध्यानपरो नित्यं शान्तो दान्तसुहृत् सदा पितृमातृपरो नित्यं सर्वस्वजनवत्सलः कुलस्य तारको विद्वान् कुलस्य परिपोषकः एवं गुणैश्च संयुक्तः स पुत्रः सुखदायकः अन्ये सम्बन्धसंयुक्ताशोकसन्तापदायकाः एतादृशेन किं कार्यं फलहीनेन तेन च आयान्ति यान्ति ते सर्वे तापं दत्त्वा सुदारुणं पुत्ररूपेण ते सर्वे संसारे द्विषसत्तम पूर्वजन्मकृतं पुण्यं यत्त्वया परिपालितं तत्सर्वं हि प्रवक्ष्यामि श्रूयदामद्भुतं पुनः वसिष्ठ उवाच भवान् शूद्रो महाप्राज्ञ पूर्वजन्मनि नान्यथा कृषिकर्ता ज्ञानहीनो महालोभेन संयुधः एकभार्या सदा द्वेषी बहुपुत्रो ह्यदत्तवान् धर्मं नैव विजानासि सत्यं नैव परिश्रुतं दानं नैव त्वया दत्तं शास्त्रं नैव प्रतिश्रुतं कृतान्नैव त्वया तीर्थे यात्रा चैव महामदे एवं कृतं त्वया विप्र कृषिमार्गं पुनः पुनः पशूनां पालनं सर्व गवां चैव द्विजोत्तम महिषीणां तथा श्वानां पालनं च पुनः पुनः एवं पूर्वकृतं कर्म त्वयैव द्विजसत्तम विपुलं च धनं तद्वल्लोभेन परिसञ्चितं तस्य व्ययं सुपुण्येन न कृतं तु त्वया कदा पात्रदानं न दत्तं तु दृष्ट्वा दुर्बलमेव च कृपा कृत्वा न दत्तं तु भवता धनमेव च गो महिष्यादिकं सर्वं पशूनां संचितं त्वया विक्रीय च धनं विप्र संचितं विपुलं त्वया तक्रं घृतं तथा क्षीरं विक्रयित्वा ततो दधि दुष्कालं चिन्तितं विप्र मोहितो विष्णुमायया कृतं महार्घमेवात्र अन्नं ब्राह्मणसत्तम निर्दयेन त्वया दानं न दत्तं तु कदाचन देवानां पूजनं विप्रभवता न कृतं कदा प्राप्य पर्वाणि विप्रेभ्यो द्रव्यं न च समर्पितं श्राद्धं कालं तु सम्प्राप्य श्रद्धया न कृतं त्वया भार्या वदति ते साध्वी दिनमेनं समागतम् श्वशुरस्य श्राद्धकालश्वश्राश्चैव महामदे त्वं श्रुत्वा तद्वचस्तस्या गृहं त्यक्त्वा पलायसे धर्ममार्गं न दृष्टं ते श्रुतं नैव कदा त्वया लोभो मातापिता भ्राता लोभस्वजनबान्धवाः पालितं लोभ मे वैकं त्यक्त्वा धर्मं सदैव हि तस्माद्दुःखी भवान् जादा दरिद्रेणादिपीडितः दिने दिने महातृष्णा हृदये ते प्रवर्धते यदा यदा गृहे द्रव्यं वृद्धिमायादिते तदा तृष्णया दह्यमानस्तु तया त्वं वह्निरूपया रात्रौ वा सुप्रसुप्तस्तु निश्चितो हि प्रचिन्तसि दिनं प्राप्य महामोहैर्व्यापितोऽसि सदैव हि सहस्रं लक्षं मे कोटिकदा अर्बुदमेव च भविष्यति कदा खर्वो निखर्वश्चाधमे गृहे एवं सहस्रं लक्षं च कोटिरर्बुदमेव च खर्वो निखर्वः संजातस्तृष्णा नैव प्रगच्छति तव कायं परित्यज्य वृद्धि मायादि सर्वदा नैव दत्तं हुदं विप्रभुक्तं नैव कदा त्वया कनिदं भूमिमध्येदु क्षिप्तं पुत्रा न जानदे अन्यमेवमुपायं तु द्रव्यागमनकारणाद् कुरुषे सर्वदा विप्रलोकान् पृच्छसि बुद्धिमान् खनित्रमञ्जनं वादं धातुवादमदः परं पृच्छमानो भ्रमस्येकतृष्णया परिमोहितः स्पर्शं चिन्तयस्येन्नित्यं कल्पान् सिद्धिप्रदायकान् प्रवेशं विवराणां तु चिन्तमानस्सु पृच्छसि तृष्णानलेन दग्धेन सुखं नैव प्रगच्छति तृष्णानलेन सन्दीप्तो हाहाभूतो विचेतनः एवं मुग्धोऽसि विप्रेन्द्रगतस्त्वं कालवश्यतां धारापुत्रेषु तद्द्रव्यं पृच्छमानेषु वै त्वया कथितं नैव वृत्तान्तं प्राणां त्यक्त्वा गतो यमम् एवं सर्वं मया ख्यातं वृत्तान्तं तव पूर्वकम् अनेन कर्मणा विप्र निर्धनोऽसि दरिद्रवान् संसारे यस्य सत्पुत्रा भक्तिमन्दः सदैव हि सुशीला ज्ञानसम्पन्ना सत्यधर्मरथा सदा सम्भवन्ति गृहे तस्य यस्य विष्णु प्रसीदति धनं धान्यं कलत्रं तु पुत्रपौत्रमनन्तकं स भुङ्क्ते मर्त्यलोके वै यस्य विष्णुप्रसन्नवान् विना विष्णोप्रसादेन दारापुत्रान्न चाप्नुयाद सुजन्म च कुलं विप्र तद्विष्णोः परमं पदम् इति श्रीपद्मपुराणे भूमिखण्डे ऐन्द्रे सुमनोपाख्याने सप्तदशोऽध्यायः ओम्।